येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्छज्ञानजं भिन्नं तस्मै पाणिनये नमः। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि। धन्यवादः सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति सन्धिः। तत्र अस्मिन् विषये वयं गतवर्गे तत्र पाठं पठितवन्तः। तत्र अपकारिणामपि उपकारः इति पाठः गतवर्गे अस्माभिः पठितः। इदानीं पाठस्य अनन्तरं तत्र व्यञ्जनसन्धेः नियमाः दत्ताः सन्ति, तान् अद्य पठामः। पुटसङ्ख्या अस्ति नवविंशतिः। अस्तु, धन्यवादः नरेश महोदय। इदानीम् अग्रे भवान् पठतु। प्रथमाश्चत्वसन्धिः अस्ति। अस्तु, एतानि उदाहरणानि परिशीलयत। शिशुस् योगश्येते, तत् शिशु योगसकार योगशकार योग एते। अतः शिशु योगशकार योगशकार योग एते शिशुश्येते। अत्र प्रथमा तु शिशुस् अस्ति, सकार अस्ति, सकारस्य शकारस्य मेलने तत्र शकार भवति, अतः शिशुस् शिशुष् भवति, पूर्ण पदं शिशुश्येते भवति। हा, शिशुश्येते, शकारस्य द्वित्वम् अत्र अस्ति। समीचीनम्। अस्तु, अग्रे तत्र अस्तु, अग्रे अपि पठतु महोदय। द्वितीय अस्ति पाण्डवास् योगच्च, तत् पाण्डवा योगसकार योगचकार योग अकार, पाण्डवा योगशकार योगचकार योग अकार पाण्डवाश्च भवति। प्रथम तु पाण्डवास् अस्ति, तत्र चकारस्य मेलने तत् सकारशकार भवति, अतः पूर्णपदं पाण्डवाश्च भवति। हा, पाण्डवाश्च इति भवति। समीचीनम्। हा, अस्तु, समीचीनं। तर्हि तत्र अत्र कार्यं किम् अस्ति महोदय? तत्र आदेशः वा आगमः वा लोपः वा किमस्ति? आदेशः अस्ति, सकारस्य स्थाने शकार आगच्छति। हा, इति अस्ति। समीचीनं। हा, धन्यवादः। अस्तु, इदानीम् अग्रे तत्र हा, तर्हि उषा भगिनी अग्रे पठति वा? आं महोदय। रामस् योगः छात्रः। रामस् इति रामयोगः सकारः, छात्रः चकारः योगः आत्रः इति दत्तम्। राम सकारस्य स्थाने शकारः आयाति, यतोहि परः चकारः अस्ति, रामश् छात्रः इति भवति। अपि तत्र समीचीनं भगिनि, अपि तत्र अधोभागे तत्र फुट् नोट् अस्ति खलु, तत्र तदपि एकवारं पठतु भगिनि। प्रथममपि द्वितीयम्। ओके, प्रथमं शिशुः योगः शेते, शिशुः योगः विसर्गः योगः शकारः शेते शेते शकारः एते शेते। अत्र विसर्गसन्देहे नियमम् अस्ति, विसर्गः सकारः भवति, शिशुः योगः सकारः योगः शेते, विसर्गस्य सकार आदेशः शिशुः शेते, अनन्तरं सकारस्य स्थाने शकारः आयाति, वाशरि इति इत्यनेन सकारस्य स्थाने शकारः अपि भवति, सो शिशुः शेते इत्यपि भवति इति भवति। समीचीनं। तर्हि तत्र सोपानद्वयमस्ति अस्मिन् सन्धौ खलु? प्रथम तत्र शिशुः योगः शेते, तत्र प्रथमसोपानं विसर्गस्य स्थाने सकारः सकारः, आम् ससजुषुरुः, देन् खरवसानयो विसर्जनीयः देन् विसर्जनीयस्य सः तदनन्तरं सकारस्य वाशरि भवती एतत् सर्वं जानाति भगिनि तत्र सूत्रं झटिति झटिति वदति समीचीनमस्ति धन्यवादः महोदय द्वितीयमस्ति पाण्डवाः योगः च पाण्डवा योगः विसर्गः योगः च योगः अकारः अत्रापि विसर्गसन्धेः निमित्तम् अस्ति सका विसर्गस्य स्थाने प्रथमं ससजुषोरुः अनन्तरं कर्वसानियो विसर्जनीयः खर् अस्ति अनन्तरं खपचटत चटत कपै च चकारः सो करवसानियो विसर्जनीयः इत्यनेन स विसर्गस्य स्थाने सकारः आयाति अनन्तरं पाण्डवाश्च अत्र अत्रापि चकारस्य परः अस्ति चेत् वाशरि इत्यनेन सकारस्य स्थाने शकारः आयाति पाण्डवाश् पाण्डवाश्च इति भवति इति रूपं भवति समीचीनं अस्तु समीचीनम् अस्तु अग्रे अन्तिमं वाक्यम् अस्मिन् रामस् योगः छात्रः अत्रापि रामस् छात्रः इति भवति एतेषु उदाहरणेषु सकारात् परतः शकार च वर्गौ वर्णौ स्तः शकार च वर्गवर्णौ स्तः तत्र सकारस्य स्थाने शकार आदेशः सम्पन्नः इति अस्ति तत्र तर्हि तत्र सकारात् परतः किं किम् अस्ति सकारात् परतः शकारः अस्ति शङ्कर ताळव्यशकारः अथवा चकारः अस्ति द्वितीय उदाहरणे चकारचकारः अस्ति द्वितीयतृतीय उदाहरणे सो सकारस्य स्थाने शकारः ताळव्यशकारः आगच्छति यतोहि शकार वा अथवा चकारः वा चकारः वा परः अस्ति चेत् तत्र व्यञ्जनम् अस्ति चेत् व्यञ्जनम् अस्ति आम् सकारस्य स्थाने शकारः शकारस्य आदेशः भवति उत्तमं भगिनि इति अस्ति अतः एव तत्र अस्य सन्धेः नाम किं उपरि दत्तमस्ति विसर्गसन्धि नाम श्चु नाम श योगः चु ज्ञातवन्तः खलु चु नाम चवर्गः व्यञ्जन अत्र चवर्गीयव्यञ्जनानि तर्हि शकारः योगः चवर्गव्यञ्जनानि अतः एव तत्र शकारः वा चवर्गीयवर्णः वा इति उक्तम् अत्र यतोहि शु इति श्रुत्वसन्धिः इति समीचीनं भगिनि धन्यवादः अस्तु अग्रे पल्लवी भगिनी अग्रे आम् एतानि उदाहरणानि परिशीलयत् न रामच्छात्रः अभवत् वा आम् भगवच्छक्तिः भगवत् तकार अधिकशकार अधिक अक्तिः तत्र भगव चकार अधिकशकार अधिक अक्तिः तकारस्य चकार अभवत् तर्हि भगवच्छक्तिः वा भगवच्छक्तिः तत्र रूपद्वयम् अत्र अस्ति तत्र फुट् नोट् अपि एकवारं पठतु तत्र शकारस्य छकारो भवति विकल्पेन अतः भगवच्छक्तिः अथवा भगवच्छक्तिः इति द्वयमपि साधु इति उक्तं समीचीनं तर्हि पूर्वं तत्र न जानामि सूत्रम् इदानीम् एतावत् न पठितवन्तः भगिनि तत्र स्वरसन्देः सूत्राणि अपि तत्तु परन्तु चकार तस्य सूत्रं किं शकारस्य चकार अभवत् विकल्पेन भगवच्छक्तिः तस्य सूत्रं तद् न जानामि भगिनि. उषा भगिनी जानाति वा? षट्चोटि नो ऐ एम् थिङ्किङ्ग् महोदय षट्चोटि शः षट्चोटि ऐ थिङ्क् महोदय. अस्तु अस्तु, यदि स्मरति चेत् वदतु भगिनि. अस्तु महोदय. अस्तु पदविभगिनी, अतः तत्र अस्मिन् वर्गे तत्र एतावत् न पठितवन्तः पदविभगिनी, अतः तत्र अग्रे यदि यदा भवति पठामः. अस्तु, तर्हि अत्र तकारस्य चकारः अभवत्, तवर्गस्य प्रथमवर्ण च वर्गस्य प्रथमवर्गे इति क्रमस्य अनुसरणम् अस्ति. नाम सकारस्य स्थाने षकारः, तकारस्य स्थाने चकारः इति. समीचीनं समीचीनं भगिनि. हा अस्तु, अग्रिम. आश्चर्यवत् च आश्चर्य आश्चर्यव तकार अधिक चकार अधिक अकार, तर्हि आश्चर्यव चकार अधिक चकार अधिक अकार, तर्हि पुनः तकारस्य चकारः अभवत्, सिद्धरूपमस्ति आश्चर्यवच्च. अत्रापि तकारस्य स्थाने चकारादेशः अभवत्. समीचीनं. अत्र महोदय षट्चोटि एव महोदय, षकारः चकारः भवति भगवत् अद्वितीयरूपं महोदय, भगवत् शक्तिः इति कृते भगवत् शकारः ताळव्यशकारः महाप्राण चकारः भवति बै षट्चोटि. षट्चोटि इति वा तत्र? आं महोदय, 8463 महोदय. 8463 षट्चोटि. धन्यवादः. अस्तु धन्यवादः. पल्लवी भगिनी अग्रे तत्र इदानीं एतत् उदाहरणं तत्र भगवद्गीतायाः उदाहरणमस्ति, अतः तत्र आश्चर्यवच्च इति, तर्हि श्लोकमपि यदि अस्ति चेत् एकवारं पठति वा? 2.29 आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदति, क्षम्यताम्, तथैव चान्यः आश्चर्यवच्चैनं मन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्. सन्धिविच्छेदम् क्षम्यतां, पदविच्छेदम्. आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति, तथैव च अन्यः तथा एव च अन्यः आश्चर्यवत् वचनैः आश्चर्यवत् च एन आश्चर्यवत् च एन एनम् एनम् अन्यः एनम् एनम् शृणोति श्रुत्वा अपि एनं वेद न चैव कश्चित्. अत्र आश्चर्यवत् च इति द्वितीयभागे तत्र आश्चर्यवत् च एनम् इति तत्र आश्चर्यवत् च इति अभवत्, तकारस्य चकारः अभवत् अभवत्. एनम् इत्युक्ते अत्र अयम् इत्यस्य द्वितीया विभक्ति एनम् कर्मपदम् आश्चर्यवत् नाम तत्र आत्मा इति विषयः. अस्तु, एनम् इत्युक्ते अत्र आत्मा. अस्तु, आत्मानम् अयम् आत्मा एनम् आत्मानम् आश्चर्यवत् पश्यति कश्चित् आश्चर्यवत् पश्यति आत्मानम् आश्चर्यवत् पश्यति, आश्चर्यवद् अन्यः वदति, आश्चर्यवच्च अन्यः शृणोति, किन्तु श्रुत्वा अपि कश्चित् न चैव वेद एनं, न कोऽपि जानाति आत्मा नाम किम् इति. न चैव वेदम् इत्युक्ते न कोऽपि जानाति, जानाति वेद इत्युक्ते जानाति विद्धातुः विद्वान् एतत् सर्वं तत्र वेद जानाति न्याय जानाति इति अतः तत्र विद् धातुतः आगतानि पदानि तर्हि तत्र वेद वेद अत्र नाम न जानाति. जगच्छत्रं जग तकार अधिक छकार एकत्रम् अत्र जगत् छत्रं तकारस्य चकारः अभवत् पुनः तवर्गस्य प्रथमवर्णतकारस्य स्थाने च वर्गस्य प्रथमवर्णचकारः इति आदेशः अभवत् तर्हि सिद्धरूपमस्ति जगच्छत्रं. जगच्छत्रम् इति समीचीनं भगिनि. धन्यवादः. समीचीनम् अस्तु अग्रे इदानीं सुजाता भगिनि. धन्यवादः भगिनि. आं महोदय. यद् योगः जुहोषि यकारः या दकारः जकारः उहोषि दकारस्थाने जकारः आयाति या जकारः जकारः उहोषि यज्जुहोषि भवति. अत्र कस्य तत्र आदेशः वा आगमः वा किं कार्यम्? आदेशः दकारस्य स्थाने जकारः आदेशः भवति सुत्वसन्धि भूत्वा यज्जुहोषि भवति. अपि किमर्थं तत्र जकारः एव समीचीनं, किमर्थं चकारः नास्ति अथवा छकारः नास्ति? चवर्गीयवर्णस्य स्थाने तवर्गीयवर्णस्य स्थाने चवर्गीयवर्णः आदेशः भवति क्रमेण. समीचीनम्. अतः दकारः तृतीयवर्णः अस्ति वर्गे, वर्गे जकारः तृतीयवर्णः, तृतीयवर्णः अतः एव तत् जकार एव सम्यक् अस्ति आदेशे. समीचीनं भगिनि. इदानीं तत्र उत्तमं भगिनि. इदानीं तत्र जुहोषि इति तत्र श्लोकस्य पठनमपि कुर्मः. अथ 927 इति मन्ये. आम् आं महोदय. नवमाध्याय ओके 927. आं महोदय. यत्करोषि यत् स्नासि यज्जुहोषि ददासि यत् यत् पश्यसि कौन्तेय तत् कुरुष्व. यत् तपस्यसि कौन्तेय तत् कुरुष्व मद अर्पणम् मदर्पणम् यत् करोति करोति यत् करोषि तत्र त्वम् इति खलु. आम् आं महोदय. त्वं करोषि यत् त्वं करोषि करोषि यत् त्वं यत् यत्त्वं स्नासि अश्नासि अश्नासि अश्नासि नाम खादति तत्र खादति अथवा तत्र येन सन्तोषः बुङ्क्ति इति तत्र बुङ् बुङ् भुज् धातुः अपि तत्र भवति हा यत् प्रश्नासि यत् जुहोषि अत्र जुहोषि नाम तत्र होमरूपेण अपि भवति अथवा यत् यत् त्यजसि तत्र एतद् मास्तु अर्पणं तदपि जुहोषि तद् तद् असि यत् ददासि ददासि यत् यत् पश्यसि न यत् तपस्यसि तपस् यत् करोति कौन्तेय कुन्तीपुत्र यत् कुरुष्व यत् करोति कुरुष्व तत्र तत् तत् इति एतावत् यत् यत् आसीत् खलु तत्र आम् एतावत् तत्र यः सः यत् तत् इति वाक्यस्य रूपं जानाति खलु भवति तत्र भागद्वयं भवति वाक्ये तत्र यत् करोषि तत् तत् मत् अर्पणं करोतु मद् अर्पणं नाम मयि अर्पणं मयि अर्पणम् इति करोतु नाम तत्र सर्वं भगवतर्पणं नारायणा इति भवति खलु यद्यत् करोमि सकलं तस्मै नारायणाय इति समर्पयामि इति तदेव तत्र मदर्पणं कुरुष्व तत् कुरुष्व मदर्पणम् अतः यत् यत् यत् करोति तत् सर्वं कुरुष्व मदर्पणम् अत्र यत् जुहोषि तत् किम् अभवत् यत् जुहोषि यत् तकारस्य स्थाने जकारः यत् जुहोषि इति अभवत् समीचीनम् अस्तु अग्रिमम् अग्रिमं पश्यन् शृण्वन् पश्य योगः नकारः योगः शकारः शृण्वन् नकारस्य स्थाने ण्यकारः आयाति शृण्वन् पश्यन् शृण्वन् चकारः स्थाने चकारः आयाति पश्यन् शृण्वन् भवति तत्र सोपान प्रथमसोपाने किम् अभवत् नकारस्य प्रथमसोपाने नकारः स्थाने तवर्गीयस्थाने चवर्गीयनकारः आयाति तवर्गीय तत्र चकार चवर्गीय चवर्गीय तत्र पञ्चमवर्णः पञ्चमवर्णस्य नाम किम् अस्ति तत्र ण्यकारः किन्तु तत्र वर्गे तत्र पञ्चमवर्णः तस्य नाम किमस्ति अनुनासिकवर्णः समीचीनम् अस्ति पश्य योगः नकारः योगः शकारः भवति शकारस्य स्थाने भवती उक्तवती च चोटि इत्यनेन ऋण्वन् पश्यन् पश्यन् शृण्वन् भवति समीचीनम् अस्तु समीचीनं भगिनि अस्तु धन्यवादः भगिनि अस्तु इदानीम् उषा भगिनी अग्रे तत्र श्लोकं पठित्वा किञ्चित् वदति वा भगिनि उषा भगिनि श्लोकमस्ति तत्र आं महोदय पश्यन् शृण्वन् फिफ्त् श्लोक फिफ्त् चाप्टर् एय्त् श्लोक सत्यं सत्यं नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् तत्त्ववित् यः तत्त्ववित् सः पश्यन्नपि शृण्वन्नपि स्पृशन्नपि जिघ्रन्नपि अश्नन्नपि गच्छन्नपि स्वपन्नपि श्वसन्नपि सः मन्येत नैव किञ्चित् करोमि इति युक्तः मन्येत एत विधिलिङ्ग् ईत ईयतां सो मन्येत विधिलिङ्ग् ओके विधिलिङ्ग् प्रथमपुरुष मन्येत तत्त्ववित् तत्त्ववित् the knower of the truth tatvam tatvam janati tatvam janati tatvavit tatvam janati anyat rupam asti tatvajnyah tatvajnyah tatvajnyah atvat tatvavit तत्त्वं यः वेत्ति अत्र यः वेत्ति आं महोदय युक्त मन्येत सो हि शुड् थिङ्क् वै हि शुड् थिङ्क् ईवन् दो हि वुड् थिङ्क् हि वुड् थिङ्क् हि वुड् सम्भावनार्थे एतादृशं चिन्तनं तस्य भवति नाम सः अहं किमपि न करोमि इति चिन्तयेत् सः चिन्तयति सर्वं कुर्वन् अस्ति किन्तु अहं किमपि न करोमि करोमि तत्र इन्द्रियाणि ते एव तत्र सर्वं कुर्वन्ति अतः तत्र मम किमपि कार्यं नास्ति उत्तमं भगिनि अस्तु अतः तत्र पश्यन् शृण्वन् शृण्वन् पश्यन् शृण्वन् इति पश्यन् शृण्वन् इति भवति तत्र शत्रन्तरूपं तत्त्ववित् इति तत्र तत्त्ववित् तत्र तत्त्वविदः तत्त्वविदः तत्त्ववित् तत्र किं तत्र हलन्तपदं तत्र किम् प्रथमाविभक्ति इति सत्यं तत्र मरुत् मरुतो मरुत् प्रायशः तादृशम् अस्ति मरुत् मरुतः मरुतो मरुतः इति तादृशं भवेत् इति मन्ये अस्तु समीचीनम् अस्तु अग्रिमं तर्हि अग्रिमं यज्ञात् ज्ञानयज्ञः यज्ञात् इति यज्ञायोगः तकारः ज्ञानयज्ञः जकारः अनन्तरं जकारण्यकारयोः ताळव्य चकारपञ्चमवर्णः ज्ञानयज्ञः सो यज्ञायोगः तकारः तकारस्य स्थाने जकार आदेशः भवति यज्ञाच्च ज्ञानयज्ञः इति भवति यज्ञाच्च ज्ञानयज्ञः अत्र तत्र तु तकारः प्रथमवर्णः अस्ति किन्तु तत्र प्रथमवर्णः प्रथमवर्णः न परन्तु जकारः आयाति यतोहि जकारः परः अस्ति इति अस्ति अतः तत्र साक्षात् चुत्वसन्धि इति एव नास्ति अन्यस्य सूत्रस्य अपि प्रायशः अत्र अपेक्षा अस्ति इति खलु आं महोदय स्तोः चुराशुः इति कृते देन् तकारः स्थाने देन् चकारः वेल्कम् बट् परन्तु अनन्तरं जकारः अस्ति इत्यनेन चकारस्य स्थाने जकारः आयात् इति अपि अस्ति अस्तु समीचीनम् अस्तु तर्हि धन्यवादः भगिनि धन्यवादः महोदय नरेश् महोदय तत्र श्लोकं पठित्वा तत्र किञ्चित् विवृणुतु महोदय. आं महोदय, श्लोक चतुर्थे त्रयोत्रिंशत्. श्रियां द्रव्य मयाद्य ज्ञान ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थज्ञाने परिसमाप्यते. श्रेयान्द्रव्यं द्रव्यमयात् मयात् मयात् अज्ञा अज्ञात् अज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते. तो अस्ति श्रियान्द्रिय श्रियान् श्रियान् किमस्ति नयामि. तत्र यदि क्लिष्टः अस्ति चेत् त्यजतु महोदय, चिन्ता नास्ति. किन्तु नाम तत्र तत्र हे परन्तप हे पार्थ इति अस्ति सम्बोधनं. हे परन्तप परन्तप इति अस्ति खलु तत्र प्रथमभागे परन्तप, अपि द्वितीयभागे पार्थ इति अस्ति, नाम हे पार्थ अस्ति. हे पार्थ हे परन्तप तत्र तत्तु सम्बोधनमस्ति. हा सव्यं सम्बोधनम् अस्ति तत्र. द्रव्यमयात् तत्र द्रव्यमयात् यज्ञात् तत्र विशेषणविशेष्यभावः. तत्र यज्ञः यज्ञः यज्ञः तत्र होमः साधारणतया केन कुर्मः वयं द्रव्येन सह खलु, तत्र द्रव्यस्य उपयोगेन तत्र होम् कुर्मः, तत्र होमे के किमपि स्थापयामः खलु. हा अथ अत्र यज्ञः कीदृशः, द्रव्यमयः यज्ञः. हा यज्ञः द्रव्यमयः. इदानीं तत्र तुलना अस्ति, नाम तस्मात् अन्यत् किमपि तत्र उत्तमः अस्ति इति. अतः अत्र किं दत्तमस्ति नाम द्रव्यमययज्ञात् ज्ञानयज्ञः श्रेयान् अस्ति. अस्तु, तुलना अस्ति, तुलना अस्ति ज्ञानयज्ञः एकविधयज्ञः अस्ति, द्रव्यमययज्ञः साधारणयज्ञः अस्ति, द्रव्यमयात् यज्ञात् तस्य अपेक्षया तस्य ज्ञानयज्ञः उत्तमः अस्ति, श्रेयान् अस्ति, श्रेयान् अस्ति इति अस्ति. तदनन्तरं तत्र अखिलं सर्वं कर्म ज्ञाने परिसमाप्यते, नाम सर्वं कर्म अखिलं तत्र ज्ञाने एव परिसमाप्यते, ज्ञाने एव अस्ति. तत्र यत्किमपि कर्म कुर्मः तत्सर्वं ज्ञाने एव अन्ततो गत्वा तिष्ठति इति. तादृशं किमपि अर्थः अस्ति. अन्य कोऽपि वदति वा अस्मिन् श्लोकस्य विषये? तत्र किञ्चित् अधिकं वक्तुम् इच्छन्ति चेत् कृपया वदन्तु. अधिकं नास्ति महोदय, ऐ जस्ट् वाण्टेड् टु ऐ आल्सो वाण्टेड् टु से. वदतु भगिनि, वदतु भगिनि, कृपया वदतु. द्रव्य द्रव्यमययज्ञात् ज्ञानयज्ञः श्रेयः हे परन्तप द्रव्यमययज्ञात् ज्ञानयज्ञः श्रेयः परन्तप यतोहि अस्माकं कर्म कर्म कम्प्लीट्लि अखिलं कर्म अस्माकं कर्माणां ज्ञाने एव समाप्तं लभ्यते कर्माणां समाप्तं ज्ञाने लभ्यते नाम तत्र कर्माणां तत्र लक्ष्यम् अथवा तत्र ज्ञानम् एव अस्ति आं महोदय तदेव नाम तत्र सर्व तत्र एव गच्छति ज्ञाने एव गच्छति ततो गत्वा तत्र ज्ञानमेव प्राप्नोति इति खलु आं महोदय आम् अथवा ज्ञानमेव भवति तत्र कर्माणां परिवर्तनं ज्ञानरूपेण भवति इति आं महोदय समीचीनं भगिनि धन्यवादः तत्र अहम् एतत् बहु समीचीनमस्ति भगिनि यतोहि तत्र केवलम् एकस्यैव तत्र विवरणम् इति नास्ति खलु तत्र यदि बहुविधविवरणं शृण्मः तथा मनसि एकं सम्यक् चित्रम् आगच्छति अतः धन्यवादः भगिनि भवती अपि उक्तवती सन्तोषम् अस्तु अस्तु नरेश् महोदय अग्रे एतेषु उदाहरणेषु वर्गात् परतः शकार च वर्गौ स्तः तत्र तवर्गस्य स्थाने चवर्गः आदेशः सम्पन्नः तत्र तकारादीनां चकारादयः यथासङ्ख्यम् आदेशाः भवन्ति अत्र चतुसन्धि विषये दत्तमस्ति उदाहरणेषु किमस्ति तत्र तवर्गा अस्ति तत्परं शकार अपि च वर्ग अस्ति चेत् किं भवति तवर्गस्य स्थाने च वर्गः आदेशः भवति अपि च तत्र तकारादीनां चकारादयः यथासङ्ख्यमादेशः भवन्ति यथा तकारस्य तवर्गस्य यत् वर्णः अस्ति तत् सङ्ख्या तत् चकारस्य अपि तत् आदेशः भवति तकारस्य चकारः अस्ति थकारस्य छकारः अस्ति अपि च दकारस्य जकारः अस्ति तत् भवति सङ्ख्यानुसारं भवति समीचीनं महोदय धन्यवादः अस्तु अग्रे सुजाता भगिनी अग्रे अस्तु क्षम्यतां पल्लवी भगिनी अग्रे तर्हि अग्रिमपुटे लिखितं अतः षकारचवर्गाभ्यां योगे सकारस्य षकारः षकारचवर्गाभ्यां योगे तवर्गस्य च वर्गः आदेशो भवति योग इत्युक्ते सम्बन्धः अतः षकारतवर्गाभ्यां परौ एव षकारचवर्गौ भवेत् भवेताम् इति भवेताम् इति नियमः न नियमः आम् तस्मात् ताभ्यां तयोः परयोः इति नार्थः किन्तु सम्बन्धमात्रं सम्बन्धश्च पूर्वस्य परेण एव परस्य पूर्वेण अपि भवितुम् अर्हति तर्हि तृतीया विभक्तिः अस्ति सूत्रे अतः योग इति वयं पठितवन्तः वा तत्र सम्बन्धः इति पठितवन्तः खलु तत्र तृतीया अस्ति चेत् तत्र समीचीनं भगिनि, वयं पठितवन्तः तत्र तृतीया अस्ति चेत् पञ्चमी अपि तत्र सप्तमी खलु, तत्र परकार्यं पूर्वकार्यं द्वयोः तत्र द्वयमपि भवितुम् अर्हति इति, अत एव तत्र सम्बन्धः. अतः तत्र सकारतवर्गाभ्यां परौ एव सकारचवर्गो भवेताम् इति न नियमः, परः भवेत् इति न नियमः. तस्मात् ताभ्यां तयोः परयोः इति न अर्थः, किन्तु सम्बन्धमात्रं. सम्बन्धश्च पूर्वस्य परेण इव परस्य पूर्वेण अपि भवितुम् अर्हति. अतः पूर्वमपि भवितुम् अर्हति, परः अपि भवितुम् अर्हति, यथा भवती उक्तवती. समीचीनं भगिनि, तथैव. परन्तु यत् आदेशः भवति तत्तु तवर्ग तत्रैव सकारतवर्गे तत्र एव भवति. नाम तवर्गीय स्थाने चवर्गीय एव, चवर्गीय सकारस्य स्थाने शकारः आगच्छति इति एव सर्वदा इति अस्ति. समीचीनं. अतः तत्र वयं करपत्रं पठितवन्तः, अत्र तस्य उपयोगः अभवत् खलु. उत्तमम्, अस्तु अग्रे. निषेधः, शकारात् परस्य तवर्गस्य चुत्वं न भवति. यथा विश् अधिक नः, अत्र शकार परे नः तवर्गस्य अनुनासिकवर्णः अस्ति, तर्हि तस्य परिवर्तनं न अभवत्, विष्णः इति सिद्धरूपम्. अन्य उदाहरणमस्ति प्रश्नः, शकारयोगे नः तवर्गस्य वर्णः, तर्हि नकारस्य परिवर्तनं न अभवत्, प्रश्नः इति सिद्धरूपम्. अस्मिन् सन्धौ शकार च वर्गः चु इत्येतौ आदेशौ भवतः, अतः श्चुत्वसन्धि इति नाम. तर्हि निषेधस्ति शकारस्य परे यदा तवर्गः आगच्छति तर्हि सन्धिः न भवति, तत्र तथैव स्थापनीयं यत्किमपि पूर्वमस्ति तत् शकार अस्ति चेत् परे तवर्गस्य किमपि वर्णः अस्ति तर्हि तवर्गस्य परिवर्तनं न करणीयम् इति अस्ति. समीचीनम्. अभ्यासः पठामि वा? पठतु भगिनि. सन्धिं कुरुत, हरिश्शेते, अत्र सवर्ग सकारस्य परे शकार अस्ति, तर्हि स्तोः श्चूनाश्चु इति नियमेन सकारस्य शकार भवति, तर्हि हरिश्शेते इति सिद्धरूपं भवति. सिद्धरूपं हरिश्शेते इति भवति. समीचीनं. सकारस्य द्वित्वम् अस्तु. स्याद् जनार्दन, दकार तथा दकार तवर्गस्य तृतीयवर्ण, जकार ए च वर्गस्य वर्ण, तर्हि तवर्गस्य वर्ण यत् अस्ति तत्र आदेशः भवति. तृतीयवर्णः अस्ति तर्हि चकार च वर्गस्य तृतीयवर्ण च छ ज जकार, तर्हि दकारस्य स्थाने जकार आगच्छति, तर्हि स्यात् जनार्दन जकारस्य द्वित्वं भवति, स्यात् जनार्दन. समीचीनं भगिनि, अस्तु अग्रे श्लोकः, श्लोकमपि पठतु. निहत्य धार्तराष्ट्रान्न का प्रीतिः, प्रीतिः स्यात् जनार्दन, पापमेवाश्रयेद् अस्मान्, हत्वैतानात्तायिनः हत्वान् एतान् आततायिनः क्षम्यताम् आततायिनः निहत्य भारतराष्ट्रान् नः का प्रीतिः स्यात् जनार्दनः जनार्दन पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः तर्हि जनार्दन अत्र सम्बोधनस्ति धातृराष्ट्रान् इत्युक्ते धृतराष्ट्रस्य पुत्रान् पुत्रान् निहत्य हत्वा तर्हि निहत्य धातृराष्ट्रान् धातृराष्ट्रान् हत्वा का प्रीतिः स्यात् जनार्दन तर्हि नः नः नाम तत्र अस्माकम् इति अस्माकं का प्रीतिः भवेत् नाम का कः सन्तोषः अस्माकं कः सन्तोषः कीदृशः सन्तोषः भवेत् यदि वयं तत्र निहत्य धृतराष्ट्रान् निहत्य निहत्य नाम हत्वा यथा भवती उक्तवती निहत्य नाम हत्वा धातृराष्ट्रान् मारयित्वा अस्माकं का प्रीतिः अथवा कीदृशी प्रीतिः सन्तोष कीदृशः सन्तोषः स्यात् नाम वयं सन्तुष्टाः न भवामः खलु भगिनी अस्ति वा हरि ओम् आमां क्षम्यतां महोदय आमां ध्वनि न आगतः अस्तु अस्तु अस्तु अस्तु खलु तर्हि तत्र हत्वा अथवा मारयित्वा धृतराष्ट्रं मारयित्वा अस्माकं कीदृशसन्तोषः सन्तोषः भवेत् नाम वयं सन्तुष्टः न भवेम जनार्दन सम्बोधनं अग्रे तत्र पापं यदा वयं तान् किं मारयामः तर्हि पापमेव आश्रयेत् अस्मान् आश्रयेत् नाम अस्मान् इति कर्मपदम् आश्रयेत् नाम तत्र अस्मान् आश्रयेत् नाम अस्माकं पापम् आगच्छति तत्र प्राप्नुमः वयं पापं प्राप्नुमः हत्वा एतान् आततायिनः आततायिनः नाम तत्र तत्र ये जनाः तत्र बहु किमपि तत्र तत्र दुष्टकार्यं कुर्वन्ति युद्धं कर्तुम् उद्युक्ताः सन्ति इति न युद्धम् इति अपि अस्ति किन्तु तत्र तत्र आततायिनां तत्र षड् तत्र आततायिनः इति तत्र अत्र दत्तं मम पुस्तके तत् पापं इति अस्ति भगिनि अग्निदो घरधश्चैव शस्त्रपाणिर्धनापाहः क्षेत्रधारापहर्ति धारापहार्ति च षड् एते हि आततायिनः इति अतः तत्र षड्विधदुष्टाः ते सन्ति अतः तत्र तान् हत्वा अस्माकं पापमेव भवति अतः तत्र स्यात् योगः जनार्दन स्यात् जनार्दन इदानीं भवान् कुतः पठितवान् तत् श्लोकः आततायिनः कृते आततायिनः तत्र भगिनी तत्र अहं बहुवारम् एतत् प्रेषितवान् अस्मि तत्र जालपुटे तत्र भगवद्गीतायाः तत्र व्याकरण तत्र विवरणम् अस्ति, भवती जानाति वा तत्र? आमामां पश्यामि, अहं न दृष्टवती इदानीं। हा तत्र भगवद्गीता डाट् इ यु इति। अस्तु आम् इच्छति चेत् तत्र चाट् मध्ये स्थापयामि तत्र। आम् तर्हि अग्रिमशब्द पठामि वा? अग्रे तत्र सुजाता भगिनी पठेत्। हा अस्तु, धन्यवादः भगिनी। हा अस्तु, अग्रे सुजाता भगिनी अग्रे। आं महोदय, बृहत् योगः छिद्रं, बृहत् तवर्गीयवर्णः अस्ति तकारः, तस्य स्थाने च वर्गः याति, बृहत् छिद्रं भवति, चकारः याति तकारः स्थाने बृहत् छिद्रं भवति। उत्तमं, बृहच्छिद्रं, बृहच्छिद्रं। यत् योग चन्द्रमसि, यत् तवर्गीयवर्णः अस्ति यत् तकारः, चन्द्रमसि तकारस्य स्थाने चकारः आदेशः भवति, यच्छन्द्रमसि भवति, यच्छन्द्रमसि चकार द्वयश्चकारः आयाति। यच्छन्द्रमसि समीचीनम्। इदानीं श्लोकः अस्ति, तदपि पठतु। 15th 12th 15th 12th द्वादश श्लोकः। यदादित्यगतं तेजो जगत् भासते अखिलं, यच्चन्द्रमसि भासयते अखिलं, यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्। सर्वजग तत्र यत् तेजः, यत् तेजः इति तत्र मनसि सकारान्तपदं, मनः इति तेजः, सकारान्त नपुंसकलिङ्गपदं तेजः, अतः एव यत् तेजः। यत् तेजः आदित्यगतमस्ति, आदित्य नाम सूर्ये अस्ति, सूर्य चन्द्रमसि च, चन्द्रमसि इति पुनः प्रायशः तत्र सप्तमी एव, चन्द्रम इति तत्र चन्द्रम इति पुनः तत्र यथा तत्र मनः अस्ति, मनः इति तस्य सप्तमी किमस्ति? मनस् तथैव चन्द्रमः, चन्द्रमसि तत्र सप्तमी। हा चन्द्रमसि अपि यत् तेजः अस्ति, तेजः अस्ति तत् यत् तेजः अग्नौ अस्ति, अग्नौ अस्ति अखिलं जगत् भासयते, भासयते नाम प्रकाशयति, प्रकाशयति अखिलं जगत् प्रकाशयति, तत् मामकं, मामकं तत् तेजः मामकम्। मम तेजः इति जानाति जानातु त्वं मध्यमपुरुष समीचीनम् जानातु इति एव त्वं जानातु समीचीनं भगिनि धन्यवादः त्वं विद्धि इति अस्ति समीचीनं अस्तु उत्तमम् अस्तु अग्रे अग्रे उषा भगिनी अग्रे आं महोदय मृत् योगः शकटिका मृत्योगशकटिका तकारस्य स्थाने चकारः आदेशः भवति मृत् इति मृच् भवति मृच् शकटिका भवति अथवा मृत्योगशकटिका इति कृते मृच् मृच् भवति अनन्तरं शकारस्य स्थाने चकार आदेशः अपि भवति यतोहि पूर्वचकारः झै प्राति झै प्रत्याहारे अस्ति इत्यनेन जयन्तपरः शकारः अस्ति चेत् अपि च शकारस्य परः अकारः अथवा अट् प्रत्याहारे एकोपि अस्ति चेत् षट्चोटि इत्यनेन मृच् छकटिका इति भवति मृच्छकटिकम् अस्ति शूद्रः धातृशूद्रः इति किं शूद्रा तादृशं किमपि अस्ति सत्यं भगिनि मृच्छकटिका अग्रे योगात् योगः चलितमानसः मृच्छकटिकं स्वामीजि टुक् फार् अस् महोदय इट्स् अ ब्यूटिफुल् स्टोरि इति वा स्वामीजि रेड् अण्ड् एक्स्प्लेन् अदर्वैस् ऐ वुड् एषः कः स्वामीजि स्वामी तत्त्ववितानन्द फ्रोम् दयानन्द सरस्वती आश्रम इन् सैलर्स्बर्ग् महोदय सैलर्स्बर्ग् ओ अस्तु अस्तु अस्तु भगिनि अस्तु अस्तु अस्तु उत्तमं भवती तत्रैव निकटे वसति वा आं महोदय या ओ अस्तु अस्तु अस्तु अस्तु उत्तमम् अस्तु भगिनि अस्तु भगिनि अग्रे योगात् योगः चलितमानसः तकारात् परः चकारः अस्ति इत्यनेन तकारस्य स्थाने स्तोः शुनाशुः इत्यनेन तकारस्य स्थाने चकारः आदेशः भवति योगात् चलितमानसः इति भवति समीचीनं श्लोकः इदे 637 अर्जुन उवाच अयति श्रद्धयोपेतः योगाच्छलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति अयति श्रद्धयोपेतः उपेत इति श्रद्धया उपेत ऐ गेस् श्रद्धया उपेत ओके अयति इति अयति वन् हू डसन् गेट् यति हू डसन्ट् ओके अयति यतते सो एफर्ट् नास्ति अत्र अयति न यतते इति अयतिः श्रद्धया उपेतः योगात् चलितमानसः योगात् चलितमानसः चलितमानसः योगात् चलित सो फ्रम् योगा चलित गोस् अवे ऐ गेस् चलितमानसः अप्राप्य योगसंसिद्धिं संसिद्धि न प्राप्यते न प्राप्नोति कां गतिं कृष्ण गच्छति कृष्ण सम्बोधन कां गतिं गच्छति तत् सः तादृशपुरुषः तस्य गतिः किम् इति कृष्णस्य कृते अर्जुना वदति कृष्णं पृच्छति कृष्णं पृच्छति भगवन्तं पृच्छति वदतु तत्र यः तत्र यः योगे न सिद्धि प्राप्तवान् यतोहि यत्नं तस्य कृते नास्ति श्रद्धया उपेतः इव यद्यपि श्रद्धया उपेतः उपेतः अर्थात् हि हेस् द श्रद्धा उपेत उप एत प्रायः तत्र श्रद्धया न श्रद्धया तत्र प्रयत्नं न कृतवान् प्रायशः श्रद्धया अथवा श्रद्धया कृतवान् किन्तु तत्र न प्राप्तवान् प्रायः आम् योगात् चलितमानसः हि ओके सो चलितमानसः फ्रम् योगात् हि वाण्डर्स् अवे आर् चलति गोस् अवे हा हा तत्र योगात् चलितमानसः तत्र योगे मनः न तिष्ठति योगे मनः न तिष्ठति ओके तत्पुरुषस्य गतिः किं यतोहि सिद्धिः नास्ति तस्य कृते सिद्धिः नास्ति योगस्य सिद्धिः नास्ति योगसंसिद्धिम् इति योगस्य सिद्धिः नास्ति अप्राप्य नास्ति इत्यनेन न प्राप्नु न प्राप्तवान् इति योगचलितमानसः नाम तत्र यः तत्र मनसः नियन्त्रणं न कर्तुं शक्नोति मनसः नियन्त्रणं न कर्तुं शक्नोति आयतिः यद्यपि तस्य श्रद्धा अस्ति तस्य श्रद्धा अस्ति किन्तु तत्र मनसः नियन्त्रणं न कर्तुं शक्नोति तादृशपुरुषः तत्र तस्य गतिः का इति तत्र यतोहि तत्र सः योगसंसिद्धिं न प्राप्नोति इति अस्तु समीचीनं अतः तत्र किमासीत् तत्र तत्र योगाच्चलितमानसः योगाच्चलितमानसः अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः अस्तु अग्रे नरेश महोदय उद्योगज्वलति उद्योगज्वलति तत्र दकार तवर्गे अस्ति अतः तस्य चवर्गस्य जकार भवति उज्ज्वलति भवति उज्ज्वलति अत्र उद् इति प्राश उत् योगः ज्वलति इति एव भवेत् खलु तत्र उद् तत्र उपसर्गः अस्ति खलु तत्र प्रथम तु उत् अस्ति चेत् उत् उद् भवति उद् योगः ज्वलति उज्ज्वलति भवति समीचीनं महोदय उज्ज्वलति अग्रे अग्रे स्वपन् योगाश्वसन् स्वपन् अन्तिम नकार अस्ति तवर्गस्य अन्तिमवर्णः नकार अस्ति अतः अग्रे शकार अस्ति तत् नकारस्य तवर्गस्य नकारः चवर्गस्य ञकार भवति अतः स्वपन् श्वसन् भवति चवर्गस्य पञ्चमवर्णः आगच्छति तत् स्वपन् श्वसन् स्वपन् श्वसन् समीचीनं महोदय तत्र स्वपन् श्वसन् तत्र किम् आगच्छति अत्र तवर्गस्य नकारस्य स्थाने चवर्गस्य चवर्गीय अनुनासिकः आगच्छति अनुनासिकः आगच्छति स्वपन् तत्र न्य स्वपन् श्वसन् तत्र उच्चारणं कथम् इति न जानामि अस्तु स्वपन् श्वसन् नाम तत्र चवर्गीय अनुनासिकस्य उच्चारणं तत्र कथं स्वपन् श्वसन् अस्तु एतं श्लोकं पूर्वं पठितवन्तः, अतः अग्रे गन्तुं शक्नुमः महोदय. अस्तु. ये विद्यार्थिन् योगजानीहि, अत्र विद्यार्थिन् अन्तिम तवर्गस्य नकारः अस्ति, तत्रापि अग्रे चवर्गे वर्णः अस्ति जानीहि, अतः तवर्गीयनकारस्य स्थाने चवर्गीये पञ्चमवर्ण नकार आगच्छति. अतः हे विद्यार्थिन् जानीहि, जानीहि समीचीनं, विद्यार्थिन् जानीहि, जानीहि. अग्रिम, अग्रे सत् योगचित्, सत् योगचित्, तत्र श्रुत्वसन्धिः अस्ति, तकारस्य स्थाने चकार आगच्छति, अतः सच्चित् भवति. सच्चिदानन्द, तथैव तत्र सच्चित्, सच्चित्, सच्चित् भवति, सच्चित्, चकारस्य द्वित्वं सच्चित् इति. अस्तु, उत्तममस्ति. अपि तत्र इदानीं तत्र अग्रे सरामः वा तत्र नूतनविधसन्धिः, अथवा तत्र आदौ तत्र पाठस्य आदौ तत्र भगवद्गीतायाः श्लोकः अपि तत्र उदाहरणानि आसन्, तान् पठामः खलु, यतोहि तत्र न पठितवन्तः तत्र, अतः तत्र पाठस्य आदौ 27 मध्ये तत्र प्रथमं भवानेव पठति वा महोदय, नरेश महोदय. अस्तु महोदय, अस्तु. एतानि गीतावाक्यानि सावधानं परिशीलयत. कार्पण्यदोषोपहत् स्वभावः, पृच्छामि त्वां धर्मसम्मूढचेताः, यच्छ्रेयः स्यान्नेतं ब्रूहि तन्मे, शिष्यस्तेऽहं शाधि मां तु प्रपन्नम्. कार्पण्यदोष, कार्पण्यदोषः पहत् स्वभावः. पृच्छामि त्वां धर्मसम्मूढचेताः. किमस्ति न जानामि, कार्पण्यदोषः पहत्. हा, तत्र एकवारं तत्र, हा, नाम तत्र कार्पण्यदोषोपहत स्वभावः, तत्र धर्मसम्मूढचेताः नाम तत्र किं कर्तव्यं, धर्मसम्मूढचेताः नाम चेतः तज्जानाति खलु. अहं त्वां पृच्छामि, नाम मम मनसि तत्र किं कर्तव्यम् इति न जानामि, अतः मम मनसि मम अहं कीदृशः अस्मि, धर्मसम्मूढचेताः नाम तत्र चेत मम चेतः किमपि न जानामि. हा, किं कर्तव्यं तत्र, कः किं मम धर्मः कः इति न जानामि, मम मनसि स्पष्टता नास्ति, अतः धर्मसम्मूढचेतः अस्मि. अपि कार्पण्यदोषोपहत स्वभावः तादृशः अपि अस्मि, नाम तत्र मम मनसि दृढता नास्ति, मम स्वभावः दृढः नास्ति, अतः तादृशः अहम् अस्मि, तादृशः अहमस्मि, अहं पृच्छामि यत् श्रेयः, यत् श्रेयः श्रेयः निश्चितं नाम तत्र निश्चयेन यत् श्रेयः अस्ति तत्र तस्मिन् विषये, एषः एव श्रेयः, तत् श्रेयः इति तस्मिन् विषये कोऽपि सन्देहः नास्ति. निश्चयेन एतत् एव श्रेयः यदस्ति तत् ब्रूहि नाम वदतु, वदति मे नाम मह्यं वदतु, मम कृते वदतु, अहं तव शिष्यः, तव शिष्यः अहं प्रपन्नं नाम शरणागतम्, अहं तव शिष्यं शरणागतं, शिष्यम् इति चिन्तयतु, अपि तत्र साधि नाम उपदेशं करोतु, उपदिशतु उपदिशतु साधि साधि इति तत्र उपदिशतु. तर्हि तत्र यत् श्रेयः, तत्र यत् योगः श्रेयः, यत् श्रेयः तत्र स्तुत्वसन्धिः अस्ति खलु, यत् श्रेयः यत् श्रेयः स्यान् निश्चितं तत्र तद् एतावत् तत् अनुनासिकसन्धिः अस्ति स्यात् सत्यं महोदय निश्चितं ब्रूहि तत् मे तन्मे तदपि अनुनासिकसन्धि तन्मे इति अस्ति. अस्तु समीचीनम् अस्तु धन्यवादः महोदय. धन्यवादः. अग्रे पल्लवी भगिनी अग्रे यावदेतान् निरीक्षेऽहम् यावत् एतान् निरीक्षेऽहं तत्र तकारस्य दकारः अभवत्. तर्हि श्लोकं पठामि वा? यावदेतान् निरीक्षेऽहं युद्धकामान् अवस्थितान् कैर्मया सह योद्धं योद्धव्यम् अस्मिन् रणसमुद्यमे. यावत् एतान् निरीक्षे अहं युद्धकामान् अवस्थितान्, तर्हि अत्र स्थितान् ये कोऽपि युद्धं कर्तुम् आगताः सन्ति तान् अहं निरीक्षामि वा पश्यामि. कैः मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे. मया सह कैः युद्धं कर्तुम् आगतान् अस्ति तान् अहं निरीक्षामः, तान् अहम् अवलोकयामि. युत्स्यमानान् अवेक्षे अहम् अग्रिम शब्द पठामि वा किमपि? पठतु. आश्चर्यवत् चैनमन्यः शृणोति. भवती पठितवती श्लोकः खलु, तदेव सः एव श्लोकः. तत्र तकारस्य चकार अभवत् आश्चर्यवत् अधिक च अधिक एनं, तर्हि चकारस्य चकार अभवत्. अपि तत्र च योगः एनम् ऐनम् इति वृद्धिः. समीचीनम् इति अन्यः शृणोति. इति अन्यः शृणोति. समीचीनं भगिनि. शृणोति. अस्तु अग्रिमम्. धर्म्याद्धियुद्धाश्रेयः. तर्हि धर्म्या भि धर्म्यात् हि धर्म्यात् तकारस्य दकार अभवत् धर्म्यात् हि अनन्तरं हकारस्य धकार अभवत् सूत्रं न जानामि महोदय तर्हि पूर्वरूपसन्धि इति द्वयोः अन्यतरस्य समीचीनं भगिनी तत्र भवती एव तत्र अस्मिन् विषये तत्र एतादृशं वदन्ती अस्ति चेत् बहु सहायं भवति भगिनि यतोहि तत्र द्वयोः अन्यतरस्य महोदय अस्तु भगिनि द्वयः परः हकारः अस्ति तत्कारणात् जयः तत् दकारः हकारः परः अस्ति सो परस्य दकारस्य कृते पूर्वसवर्णसन्धि सो धि हकारस्य स्थाने महाप्राण एव भवितुम् अर्हति धर्म्याद्धि भवति तर्हि दकारस्य क्षम्यतां हकारस्य स्थाने धकार भवति युद्धात् श्रेयः अत्रापि युद्धात् तकार श्रेयः शकार तर्हि तकारस्य चकार अभवत् अनन्तरं शकारस्य छकार अपि अभवत् भगिनी उक्तवती तत् सूत्रं आसीत् तत्र श्लोकं पठामि 2.31 सर्वधर्मं सर्व न न स्वधर्मं स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्धि युद्धाश्रेयो अन्यत् क्षत्रियस्य न विद्यते स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि स्वस्य धर्मः कः इति चिन्तयित्वा मनसि स्थापयति चेत् विकम्पितुं त्वं विकम्पितुं न अर्हसि लैक् द मैण्ड् डजन् बिकम् चञ्चल् विकम्पितं नाम किं करणीयम् इति तत्र तादृशं किमपि न भवति ब्रह्मः न भवति धर्म्याद्धि युद्धात् श्रेयः धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते धर्म इति श्रेयानस्ति अत्र धर्मात् धर्म्यात् युद्धात् हि तत्र क्षत्रियस्य अन्यत् श्रेयः न विद्यते नाम क्षत्रियस्य कृते युद्धधर्मयुद्धात् धर्म्यात् युद्धात् अन्यत् किमपि श्रेयः नास्ति नाम तत्र धर्मयुद्धः एव तत्र सर्वेषु श्रेष्ठः क्षत्रियस्य कृते धर्मयुद्धः एव श्रेष्ठः अन्यत् अन्यत् श्रेयः न किमपि नास्ति तत्र अन्यत् किमपि श्रेयः नाम तस्य अपेक्षया अन्यत् किमपि नास्ति श्रेयः नाम उत्तमः इति अर्थः खलु तत्र अतः तस्य अपेक्षया अन्यत् किमपि नास्ति क्षत्रियाणां कृते इति अस्ति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र सुजाता भगिनि महोदय क्रोधात् भवति सम्मोहः क्रोधात् भवति तकारस्य स्थाने दकारः क्रोधात् क्रोधात् भवति अस्तु श्लोकः चकारः अनेकान् महोदय क्रोधात् भवति हा अत्र श्रुत्वसन्धि तत्र किं केवलं तकारः एव इति अस्ति इति मन्ये भगिनि हा क्रोधात् इदानीं क्रोधाद् तावदेव इति अस्ति खलु अत्र क्रोधात् भवति समूहः हा नाम तत्र व्यञ्जनसन्धिः इति एव अस्ति किन्तु तत्र कीदृशः सन्धिः इति एतावत् न उक्तः यतोहि तत्र आरम्भे एव अस्ति खलु पाठस्य आरम्भे एव अस्ति उदाहरणरूपेण अग्रे अग्रे तस्य विवरणं प्रायशः कर्तुं शक्नुमः इदानीं केवलं तत्र उदाहरणम् इति एव तर्हि श्लोकम् एकवारं पठतु क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंश बुद्धिनाशः बुद्धिनाशो प्रणश्यति क्रोधात् सम्मोहः भवति सम्मोहात् मति भ्रंशः भवति स्मृतिः नाम स्मरणशक्तिः स्मरणशक्तिः न्यूना भवति भवति स्मृतिभ्रंशात् बुद्धिनाशः स्मृतिभ्रंशात् बुद्धिनाशः भवति बुद्धिः नश्यति बुद्धिनाशः प्रणश्यति हा नाम पुरुषः वा कोऽपि वा सः प्रणश्यति तस्य नाशः भवति यदि बुद्धिः नास्ति चेत् तत्र पुरुषः अस्ति न वा इति एव न भवति खलु नाम तत्र तस्य नाशः तत्र सः नश्यति इति भवति इति अस्ति समीचीनं भगिनि उत्तमं अस्तु तत्र क्रोधात् भवति सम्मोहः इति अस्ति अस्तु धन्यवादः अस्तु उत्तममस्ति तर्हि इदानीं तत्र उषा भगिनी भवती एव तत्र अन्तःशान्तिमन्त्रं वदति वा भगिनि सम्यक् उभयोर्विन्दते फलं कृत्वा अत्र यद् भवती इच्छति तत्र सम्यग् उभयोर्विन्दते फलम् इति सम्यक् योगः उभयोः इति भवति ककारस्य स्थाने गकारः आदेशः भवति जलां श्रियोन्ते इत्यनेन ॐ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् धन्यवादः महोदय धन्यवादः भगिनि धन्यवादः सर्वेभ्यो नमः धन्यवादः नमस्कारः समीचीनमस्ति अग्रिमे वर्गे मिलामः धन्यवादः धन्यवादः महोदय नमस्कारः नमस्कारः